सर्वेषां सम्भाषणसंस्कृतवर्गं प्रति स्वागतम्। ह्यः ई पत्रे स्वागतम् इति पदस्य प्रसङ्गे मया किञ्चित् प्रेषितं, तत्र एकं करपत्रं प्रेषितं। ह्यस्तन ई पत्रे स्वागतम् इति शब्दस्य प्रसङ्गे किञ्चित् लिखितम् आसीत्, भवन्तः सर्वे दृष्टवन्तः इति मन्ये। किन्तु तत्र विषयः कः इति परिशीलयामश्चेत्, स्वागतम् इत्यस्मिन् पदे सुयोगः आगतम् इति अस्ति। तत्र सु इति प्रादयः, तत्र द्वाविंशतिप्रादयः सन्ति अथवा उपसर्गाः सन्ति, तेषु अन्यतमः एव सु इति उपसर्गः। सु इति कथनेन किम् अवगम्यते इत्युक्ते, शोभनम् आगतम् इति। सु इति शब्दस्य अर्थः तु शोभनम् इति अर्थः, शोभनम् इत्युक्ते शुभमेव। तत्र स्वागतम् इति आगतम् इत्युक्ते आगमनम् इत्युक्ते भवताम् आगमनं शोभनम् इति तत्र अहं वक्तुमिच्छामः वयं। तत्र स्वागतम् इति कथनेन तत्र अर्थः कः इत्युक्ते, स्वागतम् उच्यते, स्वागतं वदामि, स्वागतं व्याहरामि अथवा स्वागतं करोमि इति तस्य अर्थः अस्ति। स्वागतं शब्दस्य प्रसङ्गे का विभक्तिः उचिता भवति अथवा का विभक्तिः साध्वी भवति। तत्र साधुशब्दस्य स्त्रीलिङ्गरूपमेव साध्वी। का विभक्तिः साध्वी भवति इति प्रश्नः उदेति। तत्र उत्तरम् एवं रीत्या लिखितमस्ति तस्मिन् करपत्रे। तत्र आरम्भे बहुषु काव्येषु बहुषु स्थलेषु चतुर्थीविभक्तेः प्रयोगः कृतः इति प्रथमविषयः। तत्र चतुर्थीविभक्तेः प्रयोगः भवति चेत् तत्र भवद्भ्यः सर्वेभ्यः स्वागतम् इति वक्तव्यं। तत् श्रेष्ठतरं रूपम्, तत् तादृशप्रयोगः भवति चेत् श्रेष्ठतरम् अथवा श्रेष्ठतमम् इति वक्तुं शक्यते। भवद्भ्यः सर्वेभ्यः स्वागतम् इति तत्र चतुर्थीविभक्तेः प्रयोगं कृत्वा लिखितमस्ति। अपि च षष्ठीविभक्तेः प्रयोगः अपि कुत्रचित् दृश्यते काव्येषु। तत् कथमित्युक्ते, भवतां सर्वेषां स्वागतम्, तत्र षष्ठीविभक्तेः प्रयोगः कृतः। तदपि साधु एव, किन्तु साधुतरं चतुर्थीविभक्तेः प्रयोगः। किन्तु अन्येषु काव्येषु तत्र उदाहरणानि अपि लिखितानि, वाक्यानि तस्मिन् करपत्रे वाक्यानि अपि स्पष्टतया लिखितानि। इत्युक्ते कपीन् स्वागतम् इति एकं वाक्यं लिखितमस्ति। कपीन् स्वागतम् इति वदामश्चेत् तत्र द्वितीयाविभक्तिः भवति, इत्युक्ते द्वितीयाविभक्तेः प्रयोगं कृत्वा अपि स्वागतशब्दस्य प्रयोगः भवति इति तत्र विषयः। इत्युक्ते एतावता साधुतमं तु तत्र चतुर्थीविभक्तेः प्रयोगः एव। एतावता तत्र त्रयः मार्गाः सन्ति, सर्वेषां स्वागतं, सर्वेभ्यः स्वागतं, सर्वान् पुंलिङ्गे वक्तुमिच्छामश्चेत् स्वागतं। तत्र तिस्रः गतयः उक्ताः। तत्र इतोपि किं लिखितमस्ति इत्युक्ते, मल्लिनाथसूरि इति एकः संस्कृतविद्वान् आसीत्, सः किं वदति इत्युक्ते, चतुर्थीविभक्तेः प्रयोगः एव श्रेष्ठतमम् इति सः उक्तवान्। अपि च अन्यः विषयः तस्मिन् करपत्रे किम् अस्ति इत्युक्ते, केचन जनाः सुस्वागतम् इति वदन्ति। तत्र स्वागतम् इति कथनेन सु आगतं, तत्र सु इति शोभनम् इति पूर्वमेव उक्तमासीत्, किमर्थं पुनः एकवारं सु इति कथनस्य आवश्यकता इति प्रश्नः उदेति। तदर्थं कविः किं वदति इत्युक्ते, तत्र सु इति पूर्वमेव आसीत्, सु आगतम् इत्युक्ते शोभनम् आगतम्, किन्तु पुनः एकवारं सुस्वागतम् इति कथनेन केवलं द्विरुक्तिः भवति। द्विरुक्तिः इत्युक्ते द्विवारं कथनं, द्विवारं कथनेन किमपि विशिष्टप्रयोजनं तत्र नास्ति। तदर्थमेव सुस्वागतम् इति कथनस्य आवश्यकता नास्ति, केवलं स्वागतम् इति कथनेन तत् पर्याप्तं भवति इति कविना उक्तमासीत् तस्मिन् पुस्तके। अपि च अत्र किन्तु काव्येषु केषुचित् स्थलेषु सुस्वागतं पदम् इति अपि दृश्यते, किन्तु तत्र सु इति पुनः योजनस्य आवश्यकता नास्ति इति तस्मिन् करपत्रे लिखितं। तावदेव मया अवगतम्। अस्तु, स्वागतम् इति पदस्य प्रसङ्गे साधारणतया सर्वेषां स्वागतम् इति एव मया श्रुतं, किन्तु सर्वेभ्यः भवद्भ्यः स्वागतम् इति साधुतरम् इति मया अवगतम् अधुना। उत्तमं, विषयः तु स्वागतप्रसङ्गे तावदेव। अपि च अधुना वयम् अस्माकं प्रकृतिविषयं प्रति सरेम। अस्माकं प्रवर्तमानः विषयः तु लोट् लकारः। लोट् लकारप्रसङ्गे वयं कांश्चन अभ्यासान् दृष्टवन्तः। लोट् लकाररूपाणां चिन्तनं प्रवर्तमानमासीत् अस्ति द्विपञ्चाशत्तमे पुटे। रूपाणि दत्तानि, तानि रूपाणि एकवारं परिशीलयामः। एतावता लोट् लकारः आज्ञार्थे, प्रार्थनार्थे, अन्येषु स्थलेषु अपि तस्य प्रयोगः भवति। तत्र केवलम् अत्र रूपाणि स्थापितानि, रूपाणि योजयित्वा वाक्यानि लेखनीयानि, तेन अभ्यासः भवति। उत्तमम्। अधुना अरुणा भगिनी भवती पठतु अत्र द्विपञ्चाशत्तमे पुटे क्रीडति उदाहरण यथोदाहरणं रिक्तस्थानानि पूरयत। भवान् क्रीडतु अहमेव वदामि भगिनि। अरुण पठतु, भवान् क्रीडतु, सः क्रीडतु, भवन्तौ क्रीडतां, तौ क्रीडतां, भवन्तः क्रीडन्तु, ते क्रीडन्तु। अत्र क्रीडधातोः प्रसङ्गे भवती किं वक्तुमिच्छति, किमपि वक्तुमिच्छति वा? क्रीडधातु क्रीडतु भवादिगणे अहमिति मन्ये तदीय परस्मैपदिधातु सकर्मक अकर्मकधातुः क्रीडतु किं क्रीड अत्र तदर्थमेव पृष्टवती। तत्र सर्वे पश्यन्तु अत्र किं लिखितमस्ति, क्रीडधातुः अकर्मकधातुः इति लिखितमस्ति। क्रीड्विहारे इत्युक्ते क्रीड्धातुः अकर्मकधातुः अस्ति इति कृत्वा कन्दुकेन क्रीडामि इति वदामः साधारणतया। तत्र कर्मपदं न सम्भवति, अकर्मकधातुः अस्ति इति कृत्वा। अपि च अत्र उत्तमपुरुषरूपाणि स्मारयति वा एकवारम्? अहं क्रीडामि, आवां भगिनी अरुणा भगिनी क्रीडावः इति लट् लकारे आयाति, किन्तु क्रीडाव इति लोट् लकारे आयाति। लट् लकारे उत्तमम्। इत्युक्ते तत्र लट् लकारे क्रीडामि, क्रीडावः, क्रीडामः, तत्र विसर्गः अन्ते श्रूयते, किन्तु लोट् लकारे विसर्गः न दृश्यते। तदर्थम् एकं विशिष्टं सूत्रम् अस्ति, एकवारं स्मारयतु भगिनि सूत्रं। नित्यं नितः इति सूत्रेण विसर्ग मकारः उत्तमपुरुष द्विवचन बहुवचन शिशु विसर्ग भवति, आरुत्रेण दीर्घ अपि आगच्छति, तदेव क्रीडावः, क्रीडाव, क्रीडाम इति रूपे सिद्धं सिद्धतः। उत्तमम् उत्तमम् इत्युक्ते तत्र दीर्घत्वं कथं भवति इत्युक्ते आडुत्तमस्य पिच्च इति सूत्रेण तत्र क्रीडानि क्रीडाव क्रीडाम इति रूपं सिद्ध्यति. अपि च क्रीडानि यस्मिन् अत्र बहु ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. अत्र क्रीडानि क्रीडाव क्रीडाम इति रूपाणि भवन्ति. इतोपि अत्र अन्यः विषयः, किन्तु व्याकरणवर्गे वयं सर्वे पठितुं अत्र क्रीडानि इत्यस्मिन् तत्र मेर्णिः इति एकं सूत्रमस्ति. तेन सूत्रेण मकारस्य स्थाने नियायाति, मी स्थाने नियायाति. आहत्य क्रीडानि इत्यस्मिन् मेर्णि इति मेर्णिः इति सूत्रमस्ति. अपि च उत्तमपुरुष त्रिषु रूपेषु आडुत्तमस्य पिच्च इति सूत्रस्य प्रसङ्गः अस्ति. अपि च क्रीडानि तत्र णत्वं नास्ति. किमर्थम् इत्युक्ते तत्र यद्यपि निमित्तमस्ति, निमित्तं तत्र रेफ अस्ति, तत्र किं भवति दकार निषेध वर्णः एव अयवर तदनन्तरं कवर्ग पवर्ग अस्ति चेदेव दकार अत्र नास्ति, निषेध. एतावत् अत्र यद्यपि क्रीडानि इत्यस्मिन् निमित्तमस्ति तथापि तत्र मध्ये बाधकवर्णः अस्ति, डकारः, तवर्गीयव्यञ्जनमस्ति इत्युक्ते कठडढण अस्ति चेत् तत्र णत्वं न भवति, मध्ये बाधकवर्णः अस्ति. व्यवधानमस्ति किन्तु मध्ये निमित्तमस्ति, व्यवधानमस्ति, बाधकवर्णः अपि अस्ति इति कृत्वा तत्र णत्वं न भवति इति विषयः. साधारणतया क्रू धातोः रूपं करवाणि भवति, किन्तु अत्र क्रीडानि भवति. एतावत् अत्र णत्वं न दृश्यते, तत्र कारणं बाधकवर्णः अस्ति इति कृत्वा. अग्रिमं पदमपि पठतु. नमति इति लट्लकार, भवान् नमतु नमतात्, सः नमतु नमतात्, भवन्तौ नमन्ताम् तौ नमन्तां, नमन्ति भवन्तः नमन्तु ते नमन्तु इति प्रथमपुरुष रूपाणि. लोट्लकारे पुनः श्रावयतु. लोट्लकारे भवान् नमतु आर् नमतात् अपि अन्यरूपमस्ति. सः अपि नमतु नमतात्, भवन्तौ भवन्तः नमन्तु ते नमन्तु. ते नमन्तु, भवन्तः नमन्तु, ते नमन्तु. उत्तमं. उत्तमपुरुष नमानि नमाव नमाम, भवान् अहं नमा नमानि अहम् आवां नमाव वयं नमाम नमाम. उत्तमम्. एतावत् अत्र विसर्गः लोट्लकारे अत्र विसर्गः न दृश्यते उत्तमपुरुषे. नमाव नमाम तत्र एतावत् नम् धातोः प्रसङ्गे नम् धातुः णोपदेशधातुः, तदर्थमेव तत्र णो नः इति सूत्रस्य प्रसक्तिः अस्ति. उत्तमं भगिनि. अनन्तरम् अत्र धन्यवादः भूमा भगिनि, भवती पठतु अग्रिमानि पदानि. अस्तु. स्मरति वा? रक्षति रक्षति, भवान् रक्षतु, सः रक्षतु, भवन्तौ रक्षतां, तौ रक्षतां, रक्षतु वि रक्षतात् आयाति वा? रक्षतात् तत्र द्वितीयं रूपमपि रक्षतात्, भवान् रक्षतात्, सः रक्षतात्, भवन्तौ रक्षतां, रक्षतात् अपि द्वितीय द्विवचने अपि अस्ति वा? तत्र प्रथमपुरुष एकवचने, मध्यमपुरुष एकवचने, प्रथमपुरुष एकवचने, मध्यमपुरुष एकवचने एव तत्र रूपद्वयं सिद्ध्यति. तत्र तातङ्गरूपम् इत्युक्ते तात् ताति आयाति. तत्र सूत्रमस्ति तुह्योस्तातङ्ग् आसीश् अन्यतरस्याम्. अन्यतरस्याम् इति वदनेन तत्र विकल्पेन अन्यत् रूपम् अस्ति इति अर्थः. अस्तु भगिनि, भवन्तौ रक्षतां, त्वौ तौ रक्षतां, भवन्तः रक्षन्तु, ते रक्षन्तु. रक्षन्तु, उत्तमपुरुषे, उत्तमपुरुषे उत्तमपुरुषरूपाणि वदतु. रक्षाणि, रक्षाव, रक्षाम. एकवचनरूपम् उत्तमपुरुषे एकवचनरूपं किञ्चित् समीकृत्य वक्तव्यम्. ओहो, रक्षाणि न, रक्षाणीय, रक्षाणि, रक्षाणि नत्वं भवति. किमर्थं नत्वं भवति तत्र? रेफः अस्ति, रेफः अपि अस्ति, किन्तु रेफस्य तत्र निमित्तं रेफः नास्ति. शकारः, शकारः निमित्तम्. ओ, तत्र षकारः कुत्र दृश्यते इत्युक्ते ककारषकारयोः मेलनेन क्ष इति समीपाक्षरं निर्माणं भवति. तत्र षकारः एव निमित्तं, न तु रेपः. रक्ष, रक्षाणि, रक्षामः. उत्तमम्. अग्रिमं पदं वदतु. भवान् भ्रमतु भ्रमतात्, सः भ्रमतु सः भ्रमतात्, भवन्तौ भ्रमतां, तौ भ्रमतां, भवन्तः भ्रमन्तु, ते भ्रमन्तु. भ्रमन्तु, अत्र अत्र धातुः अकर्मकधातुः, अत्र कर्मपदं नास्ति, न सम्भवति. अपि च वयं साधारणतया शृणुमः भ्रमणं, भूभ्रमणं, भूपरिभ्रमणं. तत्र समस्तपदं भू, भूभ्रमणं, भूपरिभ्रमणम् इति. तत्र भ्रमणम् इति ल्युडन्तपदमस्ति, ल्युट् भ्रम धातोः रूपमेव भ्रमणं. वदतु भगिनि. उत्तम, उत्तमपुरुषे भ्रमाणि इति आयाति वा? भ्रमाणि, भ्रमाणि, भ्रमाम, भ्रमाव, भ्रमाम. Sorry to interrupt. There was some problem with my device. Which page number are we in, Bhagini? Dvipanchashat. Okay. Thank you. Thank you. Dhanyavaad. Atra natvam bhavati, uttama purushe. नत्वं भवति एव इति मम चिन्तनम्. अपि च अत्र भूभ्रमणम् इति वदामश्चेत् भूभ्रमणम् इत्यस्मिन् तत्र स्वस्य अक्षस्य उपरि भ्रमणं करोति भूमिः इति एव भूभ्रमणम् इत्युक्ते तत्र इट् इस् रोटेटिङ्ग् आन् इट्स् ओन् एक्सिस् इति अर्थः अस्ति तत्र. इतोपि किं ज्ञातव्यम् अत्र? वदतु. फार् रक्ष आल्सो इट् इस् रक्षाणि, नाट् रक्षाणि इन् अष्टाध्यायी. आं भगिनि, अहं चिन्तयामि तत्र णत्वं भवति इति मम चिन्तनं. यथा करवाणि इव निमित्तमस्ति इति कृत्वा. अग्रिमं पदं भवती एव पठतु भगिनि. शुभदा भगिनि पठतु, भवती पठतु. आं महोदय. स्मर त्वं युवं यूयं, स्मर स्मरतं स्मरत. इदानीं त्वं स्मर युवं स्मरतं, युवां स्मरत, युवां, यूयं. त्वं यु त्वं युवां यूयम् त्वं स्मर युवां स्मरतं यूयं स्मरतम् अत्र भवती किम् अवगतवती? अत्र इतोपि किञ्चित् वदतु. अत्र अस्मिन् अस्मिन् कोष्टके किं दत्तम् अस्ति? अस्मिन् कोष्टके मध्यमपुरुष एकवचन द्विवचन बहुवचन दत्तमस्ति. पूर्वस्मिन् कोष्टके किं लिखितम्? पूर्वस्मिन् कोष्टके प्रथमपुरुष एकवचन द्विवचन बहुवचन आसीत्. अस्मिन् कोष्टके मध्यमपुरुष एकवचन द्विवचन बहुवचन सन्ति. उत्तमं, रूपाणि दत्तानि. हिन्दीभाषायां वचन् वचन् इति वदामः, किन्तु संस्कृतभाषायां वचनं वचनं इति नपुंसकलिङ्गपदमस्ति. वचनं वच् धातोः लट्लकाररूपं वक्ति, वच् धातोः ल्युडन्तरूपं वचनं. वचनं इति ल्युडन्तरूपम् अस्ति. एकवचनं द्विवचनं बहुवचनं तादृशानुरूपाणि दत्तानि. अत्र तु धातुः स्मृधातुः. स्मृधातुतः स्मर इति पदमायाति. कथं रूपमायाति? कथम् इत्युक्ते तत्र स्मृ इति अजन्तधातुः, अजन्तधातुः अथवा ऋकारान्तधातुः. अच्वर्णः अन्ते अस्ति इति कृत्वा तत्र एकं सूत्रमस्ति, सार्वधातुकार्धधातुकयोः इति सूत्रेण तत्र गुणकार्यं भवति. स्मर तत्र ऋकारस्य गुणसंज्ञकवर्णः, गुणसंज्ञकवर्णादेशः भवति इति कृत्वा अत्र उरण्ड्रपरः इति एकं सूत्रमपि अस्ति. तेन तत्र स्मर इति रूपमायाति. एतावता स्मरशब्दस्य उत्तमपुरुषरूपाणि एकवारं स्मारयतु. स्मराणि, स्मराव, स्मराम. उत्तमपुरुष एकवचनं, द्विवचनं, बहुवचनं. अत्र स्मृधातोः रूपाणि. स्मराणि अत्रापि ऋणत्वं भवति. अग्रिमं पदं वदतु, अग्रिमं वाक्यम्. अग्रिमं वाक्यं त्यजसि, त्यज धातु. सो त्वं त्यज, युवां त्यजतं, यूयं त्यजत भवति. अत्र त्यज धातु, त्यज धातुः. त्यज् धातोः प्रसङ्गे किं ज्ञातव्यं? त्यज् धातुः अहं चिन्तयामि सकर्मकधातुः एव. त्यज् धातु सकर्मक, सकर्मकधातुः एव. यथा अत्र अरुणा भगिन्या उक्तमस्ति, उत्तमपुरुषे मेर्निः, आडुत्तमस्य पिच्च इत्यादीनि कार्याणि भवन्ति. अत्र तु मध्यमपुरुषरूपेषु एकं विशिष्टं सूत्रमस्ति, तस्थस्थमिपां तां तन्तामः इति एकं विशिष्टं सूत्रमस्ति. तस्थस्थमिपां तां तन्तामः इति सूत्रेण तत्र सिद्धतिङ्प्रत्ययस्य निर्माणं भवति. आरम्भे अत्र सर्वत्र आरम्भे सिद्धतिङ्प्रत्ययान् साधयामः, तदनन्तरं अङ्गनिर्माणं कृत्वा प्रत्येकस्मिन् गणे प्रथमतया अङ्गनिर्माणं कृत्वा तदनन्तरं सिद्धतिङ्प्रत्ययान् रूपाणि साधयित्वा तदनन्तरं तेषां योजनं कुर्मः. तादृशरीत्या रूपाणि सिद्ध्यन्ति इति विषयः. अत्र त्यजानि इति वदामश्चेत् तत्र णत्वं न भवति. अग्रिमं वदतु. स्पृशसि, स्पृश् धातु. सो त्वं स्पृश, युवां स्पृशतं, यूयं स्पृशत. स्पृश् धातु, स्पृष्टातु इति परस्मैपदी सकर्मक, सकर्मकधातु. अस्य धातोः रूपाणि स्पृशानि, स्पृशाव, स्पृशाम, स्पृश, स्पृशतात्, स्पृशतं, स्पृशत, स्पृशतु, स्पृशतात्, स्पृशतां स्पृशन्तु इत्युक्ते भवती प्रथमतया उत्तमपुरुषरूपाणि उक्त्वा अन्तिमभागे प्रथमपुरुषरूपाणि उक्तवती इत्युक्ते भिन्नक्रमेण उक्तवती साधु एव रूपाणि साधु एव उत्तमं प्रथमपुरुषरूपाणि मध्यमपुरुषरूपाणि उत्तमपुरुषरूपाणि ज्ञातव्यानि अत्र विषयः तु स्पृशानि स्पृशानि इति वदामश्चेत् तत्र तालव्यशकारः अस्ति तालव्यशकारः बाधकवर्णः इति कृत्वा तत्र णत्वं न भवति यद्यपि तत्र निमित्तमस्ति तथापि तत्र णत्वं न भवति तालव्यशकारः बाधकवर्णः अस्ति तदर्थमेव उत्तमपुरुषे एकवचनरूपं स्पृशानि धन्यवादः भगिनि अनन्तरम् अत्र कूजसि इति पदमस्ति तत्र का वदति शोभा भगिनी भवती वदतु आं भगिनि कूजसि इति पदं तत्र मध्यमपुरुषे कूजा इति भवति त्वं कूजा अपि च युवां तत्र त्वं कूजा कूजतात् इति द्वे रूपे युवां कूजतं यूयं कूजत इति कूज् धातुः भ्वादिगणीयधातुः परस्मैपदी अपि एतत् अकर्मकधातुः अस्ति अपि च उत्तमपुरुषे अहं कूजानि तत् अहं कूजानि आवां कूजाव वयं कूजाम इति भवति उत्तमम् उत्तमं भगिनि अत्र तु कूजसि इति पदम् अस्ति भवन्तः सर्वे श्रुतवन्तः एव एकः श्लोकः अस्ति कूजन्तं रामरामेति मधुरं मधुराक्षरम् आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् इति श्लोकः अस्ति तस्मिन् श्लोके कूजन्तं रामरामेति इति लिखितमस्ति तत्र कूजन्तम् इति पदं तत्र धातुः अयमेव धातुः तस्मिन् प्रसङ्गे अस्ति कूजन्तं किन्तु तत्र रूपं शत्रन्तरूपम् अस्ति शत्रन्तरूपं कूजन्तं शत्रन्त द्वितीया विभक्ति एकवचनरूपम् अस्ति तस्मिन् श्लोके कूजन्तं सर्वे जानन्ति चेत् उत्तमं नो चेत् पठन्तु गूगल् कृत्वा द्रष्टुं शक्नुवन्ति भवन्तः सर्वे तत्र कूजन्तं रामरामेति मधुरं मधुराक्षरम् आरुह्य कविता शाखां वन्दे वाल्मीकिकोकिलम् इति वाल्मीकेः स्तवनं तस्मिन् श्लोके दत्तमस्ति अग्रिमं पदं पठतु अग्रिमं हसामि इति तत्र उत्तमपुरुषे अस्तु हसामि हसतु इति मध्यमपुरुषे भवति त्वं हसतु अथवा हसतात् क्षम्यतां लोट्लकारे त्वं हस अथवा हसतात् युवां हसतं यूयं हसत इति हस् इति धातुः इति अहं मन्ये अपि च हस् इति अकर्मकधातुः कर्मपदं न स्वीकरोति अपि च परस्मैपदी भ्वादिगणीयपरस्मैपदी धातुः अस्ति उत्तमपुरुषे तत्र हसानि अहं हसानि आवां हसाव वयं हसाम इति भवति उत्तमम् अत्र यदि एकवारं पश्यामश्चेत् प्रथमतया लट्लकाररूपं लिखित्वा लोट्लकाररूपं लिखितम् अस्ति तत्र अत्र रूपाणि पश्यामश्चेत् अवगन्तुं शक्नुमः हसामि इति लट्लकारे भवति किन्तु लोट्लकारे हसानि इति भवति इत्युक्ते एतावत् अन्तिमभागः तत्र भेदः अस्ति तत् इत्युक्ते रूपं पश्यामश्चेत् अवगन्तुं शक्नुमः अत्र मुख्यविषयः तु हस् धातुः अपि अकर्मकधातुः एव अपि च लट्लकारे यथा मया पूर्वमेव उक्तमस्ति लट्लकारे उत्तमपुरुषे द्विवचने तत्र विसर्गः लट्लकारे अस्ति किन्तु लोट्लकारे नास्ति तदर्थं तत्र हसावः इति लट् रूपं लोट् रूपं हसाव तत्र नित्यं नितः इति एकं सूत्रमस्ति. नित्यं नितः तेन सूत्रेण विसर्गस्य लोपः भवति, लुक् भवति. तदर्थमेव तादृशं रूपम्. अग्रिमं पठतु. अग्रिमं पचामि इति पच् इति धातुः लोट् लकारे मध्यमपुरुषे पचा पचतात् इति भवति. त्वं पच अथवा त्वं पचतात्, यूयं पचतं, युवां पचत इति. अपि च उत्तमपुरुषे अहं पचानि, आवां पचाव, वयं पचाम इति. प्रथमपुरुषे अपि द्वे रूपे भवान् पचतु, भवान् पचतात्. द्विवचने भवान् भवन्तौ पचतां, भवन्तः पचन्तु इति. पच् धातुः वादिगणीयधातुः, उभयपदी, सकर्मक अस्ति. तत्र आत्मनेपदीरूपम् अपि अस्ति. तत्र त्वं पचस्व, युवां पचेथां, यूयं पचध्वम् इति. अहं पचै, आवां पचावैः, पचावहै, वयं पचामहै. प्रथमपुरुषे भवान् पचतां, भवन्तौ पचेतां, भवन्तः पचन्ताम् इति भवति. उत्तमम्, उत्तमं भगिनि. एतावत् प्रथमतया प्रथमपुरुषरूपाणि उक्त्वा तदनन्तरं मध्यमपुरुष, तदनन्तरम् उत्तमपुरुषरूपाणि वक्तव्यानि भिन्नरूपेण. अस्तु, चिन्ता मास्तु. अत्र एतावत् मुख्यविषयः तु पच् धातोः प्रसङ्गे. तत्र यथा भगिन्या उक्तमस्ति, धातुः डुपचांश् इति धातुः अस्ति. डुपचांश् तत्र बहवः अनुबन्धवर्णाः सन्ति. सर्वेषाम् अनुबन्धवर्णानां लोपानन्तरं पच् इति एकः लौकिकधातुः निर्मितः भवति. अपि च अत्र अयं धातुः उभयपदी धातुः, किन्तु अस्मिन् पुटे केवलं परस्मैपदरूपाणां चिन्तनम् अस्ति इति कृत्वा केवलं पच् धातोः परस्मैपदिरूपाणि दत्तानि. किन्तु पच् धातोः आत्मनेपदीरूपाणि अपि सन्ति. उभयपदी अस्ति इति कृत्वा तस्य रूपाणि आत्मनेपदिरूपाणि अस्ति. एतावता अस्मिन् पुटे केवलं परस्मैपदिधातूनां लट्लकाररूपाणि, लोट् रूपाणि, लोट् रूपाणाम् अवगमनार्थं लट् रूपाणि अपि अत्र स्थापितानि. अग्रिमं करोतु. अग्रिमं तरामि इति तत्र एकनिमिषं भगिनि. तर् ध्रु इति धातुः प्लवने तरणे. अपि च वादिगणीयधातुः, परस्मैपदी. एतद् धातुः सकर्मक. तत्र रूपाणि सन्ति भवान् तरतु अथवा भवान् तरतात्, भवन्तौ तरतां, भवन्तः तरन्तु. मध्यमपुरुषे त्वं तर अथवा त्वं तरतात्, युवां तरतं, यूयं तरत, अहं तराणि, आवां तराव, वयं तराम इति भवन्ति. उत्तमम्. एतावत् तराणि इति भवति उत्तमपुरुषे रूपम्. अत्रापि णत्वं भवति इति एकः विषयः. अपि च तृधातोः रूपमेव तीर्ण. तत्र क्तान्तरूपं तृधातोः क्तान्तरूपं तीर्ण, साधारणं पदमेव. उत्तीर्णः इति वदामश्चेत् उत् उपसर्गपूर्वकः. तृ इति दीर्घरूकारान्तधातुः. तृ धातुतः यथा स्मृ धातुः ह्रस्व रूकारान्तधातुः, किन्तु तृ धातुः दीर्घरूकारान्तधातुः. अत्रापि सार्वधातुकार्धधातुकयोः इति सूत्रेण तत्र तृ तत्र गुणकार्यं भूत्वा गुणः भूत्वा तर् इति भवति. तर् इति भवति. अपि च बहवः धातवः अत्र बहवः धातवः भुवादिगणीयधातवः अस्मिन् पुटे दत्तानि. किमर्थम् इत्युक्ते यद्यपि तत्र दश धातुगणाः सन्ति, तथापि भुवादिगणे एव बहवः धातवः सन्ति. आहत्य उपसहस्रं धातवः केवलं भुवादिगणे एव सन्ति. इत्युक्ते आहत्य दशसु गणेषु उपद्विसहस्रं धातवः सन्ति, तेषु सहस्रं प्रायः इत्युक्ते अप्राक्सिमेट्लि 1000 धातुस् आर् गिवेन् इन् भुवादिगणः. तदर्थमेव बहवः धातवः भुवादिगणीयधातवः सन्ति अस्मिन् पुटे इति मुख्यविषयः. अपि च अन्तिमं पदं तृधातोः रूपमेव अत्र, इतोपि तृधातोः प्रसङ्गे तरणं तरणम् इति लुडन्तपदमस्ति. अन्तिमं पदं पठतु. अन्तिमं भवामि इति दत्तं, तत्र भूधातुः एतदपि भ्वादिगणीयधातुः. तत्र सत्तायाम् इति अस्ति भवति इति अर्थे सति इति परस्मैपदी धातुः अपि च अकर्मकधातुः. तत्र लोट्लकारे रूपाणि भवान् भवतु अथवा भवान् भवतात्, भवन्तौ भवतां, भवन्तः भवन्तु, त्वं भव अथवा त्वं भवतात्, यूयं युवां भवतं, यूयं भवता, अहं भवानि, आवां भवाव, वयं भवाम इति रूपाणि निष्पन्नानि भवन्ति. भूधातु सकर्मकधातु अकर्मकधातु, भ्रम भवति सदा. अकर्मकः अकर्मकः मम समीपे धातुकोश बै निश्चिका वेदा मिश्चिका अस्ति ब्रह्मचारिणी, तदेव सः वदति सकर्मकधातु क्षम्यता भगिनि मम एकः प्रश्नः. तत्र भवानी इति पदमस्ति किल, तत्र यथा अम्बा भवानी इति वदामः, तत्र भिन्नरूपम् अस्ति वा अस्ति इति अहं चिन्तयामि. उत्तमम्. इत्युक्ते तत्र अत्र दीर्घ ईकारः अस्ति, भवस्य भार्या भवानी, तत्र दीर्घीकारः अस्ति. इत्युक्ते तत्पदं सुबन्तपदम् इत्युक्ते नामपदम् अस्ति, किन्तु अत्र भवानी ह्रस्व ईकारः दृश्यते. भवानी इति भूधातोः उत्तमपुरुषे एकवचनरूपं भवानी. विस्मृतवती अधुना, स्मरणे अस्ति. धन्यवादः. भवस्य पत्नी, भवस्य पत्नी अस्तु, पत्नी भार्या. एतावता भूधातोः प्रसङ्गे किम् अवगन्तव्यम् इत्युक्ते भूधातुः अकर्मकधातुः, अपि च सत्तायां, भूसत्तायां, विद् सत्तायाम्, अस् सत्तायाम् इत्युक्ते एते धातवः, एतेषां धातूनाम् अर्थः तु समानः अस्ति, भवति, विद्यते, वर्तते. एते धातवः सर्वे अकर्मकधातवः. तत्र पूर्वस्मिन् कर्तव्ये एकवारं भूधातुः चुरादिगणे अपि अस्ति वा? तस्य चिन्ता मास्तु. अत्र तु भूधातुः अर्थं भिन्नः भिन्नार्थः अस्ति. इत्युक्ते तत्र रूपं समानम् अस्ति चेदपि तत्र भिन्नगणेषु अस्ति चेत् तस्य अर्थः भिन्नः अस्ति चेत् रूपाणि भिद्यन्ते तत्र. किन्तु अत्र भुवादिगणे यः धातुः अस्ति सः धातुः सत्तायाम् इत्यस्मिन् अर्थे अकर्मकधातुः. सत्ता इत्युक्ते एक्सिस्ट्, जस्ट् एक्सिस्टेन्स्. सत्ता इत्युक्ते एक्सिस्टेन्स् इति अर्थः अस्ति. इतोपि अपि च परस्मैपदी धातुः एव, तदर्थमेव भवति एकमेव रूपं, परस्मैपदरूपम् अस्ति. अपि च साधारणतया अत्र दशधातुगणाः सन्ति, तेषु प्रथमः गणः एव भ्वादिगणः. भ्वादिगणः इत्युक्ते तत्र भकारः, वकारः, दीर्घ आकारः, भ्वादि इति वक्तव्यं. कथम् इत्युक्ते भू आदि इति अर्थः. तत्र भुवादि इति वदने कथनेन तत्र यण्सन्धिः भूत्वा भू आदि भुवादि इति भवति. उकारस्य स्थाने वकारादेशः भवति, तत्र यण्सन्धिः भूत्वा प्रथमः गणः एव भुवादिगणः इति अत्र अवगन्तव्यम्. अग्रिमे पुटे किमस्ति इति एकवारम् अधुना परिशीलयामः. अत्र लता भगिनी भवती पठतु अग्रिमे पुटे किमस्ति. आं भगिनि, एकनिमिषः. पूर्वतनकोष्टकात् क्रियापदानि चित्वा विंशति वाक्यानि रचयत. मीन्स् इन् द अर्लियर् टेबल् क्रियापदानि दत्तानि, फ्रम् देर् 20 वाक्यानि रचयत, विंशतिवाक्यानि. ओके, वन् त्वं वद, दे हेव् गिवन्, बट् विच् पुरुष शुड् यूस्? कानिचन वाक्यानि श्रावयतु भगिनि, तत्र चिन्ता मास्तु. प्रथमपुरुषकर्तृपदं वा मध्यमपुरुष वा त्वं वद, दे हेव् गिवन्. ओके, अहं हसामि, आल् लोट् लकार वी हेव् टु डु नो. अहं हसामि, त्वं तर, एण्ड् देन् आवां कूजावः, ऐ एम् सोरि, आवां कूजाव ओन्लि, आवां कूजाव, एण्ड् देन् अहम् आवां वयं स्पृशाम, वयं स्पृशाम, एण्ड् देन् ऐ यूस् प्रथमपुरुष. भवान् क्रीडतु, भवन्तौ नमतां, देन् भवान् भवन्तौ, भवन्तः रक्षन्तु. Am I correct? भवन्तः रक्षन्तु. देन् मध्यमपुरुष ऐल् जस्ट् मेक् त्री. त्वं सृज, त्वं सृज, देन् त्वं युवां, वन् सेकेण्ड्, युवां सृजथ, देन् यूयं सृजत्, नो, त्वं ऐ थिङ्क् मध्यमपुरुष, ऐ वेण्ट् राङ्ग्, वन् सेकेण्ड्. पचतां, पचन्तु, पच, पचतं, सोरि, त्वं सृज, युवां सृजतं, ह्रस्व, देन् यूयं सृजत, अल्पप्राण एव. अत्र एकवारं पश्यन्तु, पूर्वस्मिन् पुटे अधुना मया दृष्टमासीत्, अत्र युवां, युवाम् अत्र अरुणा भगिनी उक्तवती इति भाति, अत्र मुद्रणदोषः अस्ति, युवाम् इति लेखनीयं, किन्तु युवम् इति दत्तं, तत्र मुद्रणदोषः अस्ति, तत्र दीर्घरूपमस्ति. इतोपि अन्यानि वाक्यानि वक्तुम् इच्छति वा भगिनि, वदतु. वन् सेकेण्ड्, ऐ विल् टेक् द लिस्ट् आफ् वर्ब्स् एण्ड् मेक् मै ओन् सेण्टेन्स्. ओके, अहं क्रीडामि, त्वं क्रीडा, देन् भवान् क्रीडतु, क्रीडतात्. ओके, एण्ड् देन् वाट् एल्स् शल् ऐ मेक्? चिन्ता मास्तु भगिनि, तादृशरीत्या एव तत्र वाक्यानि लेखनीयानि. भवन्तः सर्वे अत्र अन्यानि वाक्यानि लिखन्तु, तेन किञ्चित् अभ्यासः भवति. धन्यवादः भगिनि. अनन्तरम् अत्र कामाक्षी भगिनी भवती पठितुमिच्छति वा, अग्रिमे परिच्छेदे किम् अस्ति? कामाक्षी भगिनी, सतत अवगच्छत च. भवान् लोकतां, भवन्तौ लोकेतां, भवन्तः लोकन्ताम्. किञ्चित् वदतु भवत्याः अवगमनं किम् अत्र? अत्र प्रथमपुरुषस्य लोट्लकार पदानि दत्तम्, अनन्तरं लोकतां विषये लोकताम् इत्युक्ते पश्यति उत्तमम् अत्र धातुः दर्शने इत्यस्मिन् अर्थे धातुः अस्ति अत्र लट्लकाररूपं साधारण लट्लकाररूपं किं लोकते एतावत्पर्यन्तं पूर्वं परस्मैपदी धातूनां रूपाणि दत्तानि अधुना अत्र अभ्यासार्थम् आत्मनेपदी धातूनां लोट्लकाररूपाणि अत्र स्थापितानि लोकते इति तत्र आत्मनेपदी धातुः अस्ति इति कृत्वा वदतु लोकते इति आत्मनेपदी धातुः अस्ति सकर्मकः धातुः भुवादिगणे अस्ति लोट्लकारस्य रूपं वदामि वा महोदय अत्र लोट् रूपाणि केवलं प्रथमपुरुषरूपाणि एव दत्तानि भवती वक्तुमिच्छति वा मध्यमपुरुषरूपाणि अपि च उत्तमपुरुषरूपाणि आम् वदामि महोदय त्वं लोकस्व युवां लोकेथां यूयं लोकध्वम् अहं लोकताम् आवां लोकेतां वयं भगिनी भगिनी अत्र उत्तमपुरुषरूपाणि उत्तमपुरुषरूपाणि लोकै लोकै आं क्षम्यतां महोदय अहं लोकै आवां लोकावहै वयं लोकामहै तादृशरूपाणि भवन्ति अग्रिमं वाक्यं पठतु अत्र लोकधातुः अत्र लोकधातोः प्रसङ्गे दर्शने इत्यस्मिन् अर्थे अस्ति अपि च सकर्मकधातुः इति ज्ञातव्यम् अग्रिमधातुः अग्रिमधातुः अस्ति मोदते आत्मनेपदी रूपं मृद् यद्वा महोदय मूलधातुः मुद् धातुः आत्मनेपदी धातुः अकर्मकः धातुः मोदते अस्तु प्रथमपुरुषे भवान् मोदतां भवन्तौ मोदयतां भवन्तः मोदन्ताम् मध्यमपुरुषे त्वं मोदस्व युवां मोदेथां यूयं मोदध्वम् उत्तमपुरुषे अहं मोदै आवां मोदावहै वयं मोदामहै उत्तमम् अत्र मुद् धातोः रूपमेव मोदते मोदते लट्लकाररूपम् अस्ति अत्रापि मुद् धातोः प्रसङ्गे तत्र अयं धातुः उदुपदधातुः इति वदामः इत्युक्ते उपधायाम् उकारः अस्ति इति कृत्वा मुद् इति कथनेन अत्र उपधायाम् उपधा इति व्याकरणलोके एका संज्ञा अस्ति तत्र उपधायाम् उकारः अस्ति इति कृत्वा अत्र पुगन्तलघुपधस्य च इति एकं सूत्रमस्ति तेन सूत्रेण मुद् धातोः रूपं मोद् गुणकार्यं भूत्वा पुगन्तलघुपधस्य च इत्यनेन गुणकार्यं भूत्वा मोद् भवति तदनन्तरम् आत्मनेपदीप्रत्ययान् योजयामः किमर्थमित्युक्ते मुद् धातुः आत्मनेपदी धातुः अपि च अत्र हर्षे आनन्दः इत्यस्मिन् अर्थे हर्ष मोदः मोदः इति पदं घञ् प्रत्ययान्तरूपं मोदः सन्तोषः इति किन्तु अयं धातुः अकर्मकधातुः कर्मपदं न स्वीकरोति अग्रिमं वाक्यं भवती कामयतां कं धातुः भुवादिगणः आत्मनेपदी धातुः सकर्मकः धातुः एव सकर्मकः धातुः प्रथमपुरुषे भवती कामयतां भवत्यौ कामयेतां भवत्यः कामयन्ताम् मध्यमपुरुषे त्वं कामयस्व युवां कामयेथां यूयं कामयध्वम् उत्तमपुरुषे अहं कामयै आवां कामयावहै वयं कामयामहै उत्तमम् अत्र किं ज्ञातव्यम् इत्युक्ते साधारणतया यदा वयं व्याकरणवर्गे भुवादिगणीयधातूनां प्रसङ्गे पठन्तः स्मः तस्मिन् प्रसङ्गे अत्र भुवादिगणे केचन धातवः विशिष्टधातवः सन्ति. इत्युक्ते विशिष्टधातूनां कृते विशिष्टसूत्राणां द्वारा विशिष्टकार्याणि भवन्ति भवन्ति. अत्र कमो धातुः तेन कामयते इति रूपं कथं भवति इति अवगन्तुं तत्र एकं सूत्रम् अस्ति, विशिष्टसूत्रं कमेरणिङ्ग् इति एकं सूत्रम् अस्ति. अयं धातुः भुवादिगणीयधातुः एव, किन्तु भुवादिगणे केचन धातवः विशिष्टधातवः, तेषु अन्यतमः एव अत्र कमु धातुः. तत्र सूत्रं कमेरणिङ्ग् इति सूत्रेण कार्यं भवति, किन्तु अत्र लोट् रूपं दत्तमस्ति. अत्र अग्रिमं वाक्यं भवती एव पठतु, अग्रिमं वाक्यमपि. यत् धातुः यततां यतते इति आत्मनेपदी धातुः, यत् मूलधातुः, अकर्मकः धातुः, भुवादिगणधातुः एव. लोट्लकारे प्रथमपुरुषे भवति यततां, भवत्यौ यतेतां, भवत्यः यतन्ताम्. मध्यमपुरुषे त्वं यतस्व, युवां यतेथां, यतेथां, यूयं यतध्वम्. उत्तमपुरुषे अहं यतै, आवां यतावहै, वयं यतामहै. उत्तमम् उत्तमं भगिनि, उत्तमरीत्या उक्तवती, धन्यवादः. अनन्तरम् अरविन्दमहोदय भवान् पठतु अग्रिमानि वाक्यानि. आं भगिनि, त्वं विक्षस्व, युवां विक्षेधां, यूयं विक्षध्वं. विक्षदातु वीक्षदातु वीक्ष ईषणे उपसर्गपूर्वकः ईक्षधातुः. अत्र ईक्षधातोः रूपम् ईक्षते अस्ति, अत्र वि उपसर्गः अस्ति. वदतु. भवान् वीक्षतु, भवन्तौ वीक्षतां, भवन्तः वीक्षन्तां, त्वं वीक्षस्व, युवां वीक्षेथां, यूयं वीक्षध्वम्, अहं वीक्षै, आवां वीक्षावहै, वयं वीक्षामहै. उत्तमम्. अत्र वीक्षणं, वीक्षणं इत्युक्ते दर्शनं, दर्शनं, दर्शनं. सारी भगिनि, प्रथमपुरुष दिस् इस् आत्मनेपद न महोदय, एकवारं वदतु आत्मनेपदिरूपाणि. वीक्षतां, वीक्षेतां, वीक्षन्ताम्. ऐ हर्ड् इट् अस् वीक्षतु, सो ऐ जस्ट् गाट् कन्फ्यूस्ड्. धन्यवादः. सोरि. इत्युक्ते अत्र पर आत्मनेपदरूपाणि, वीक्षतु इति न आयाति, ईक्षते आत्मनेपदमस्ति इति कृत्वा आत्मनेपदरूपमस्ति. उत्तमम्. तत्र भिन्नप्रत्ययाः, भिन्नसिद्धतिङ्प्रत्ययाः सन्ति इति कृत्वा. वीक्षणं, वीक्षणम् इति वदामश्चेत् तत्रापि षकारः, मूर्धन्यषकारः अस्ति इति कृत्वा वीक्षणं, तत्र मूर्धन्यणकारः श्रूयते. किन्तु दर्शनम् इति वदामश्चेत् तत्र रेफः निमित्तमस्ति, किन्तु तालव्यषकारः बाधकवर्णः अस्ति इति कृत्वा दर्शनम् इति भवति, किन्तु वीक्षणम् भवति. एतावत् अत्र वीक्षते इत्युक्ते दर्शनार्थे. अग्रिमम्. अग्रिमं धातु अस्ति भाषस्व, भाषण, भाषते, भाषते, वदतु. भवान् भाषेतां, भाषतां, भवन्तौ भाषेतां, भवन्तः भाषन्ताम्, त्वं भाषस्व, युवां भाषस्थां, यूयं भाषध्वम्, अहं भाक्षे, भाषै, आवां भाषा, भाषा वहै, वयं भाषामहै. उत्तमम्. एतावत् युवां भाषेथां, त्वं भाषस्व, युवां भाषेथां, यूयं भाषध्वम्। अत्र लट्लकाररूपमस्ति भाषते, तत्र धातुः भाषा इति अस्ति इति भाति, साधारणं पदमेव भाषणं ल्युणन्तपदं, सम्भाषणं सम् उपसर्गपूर्वकः भाष धातोः रूपमेव सम्भाषणं, सम्भाषणम् इत्युक्ते कथनं, कथनमपि ल्युडन्तं। किन्तु एकम् अन्यत् पदम् अस्ति भषति अस्ति, अत्र धातुः भाषते आत्मनेपदी धातुः अस्ति, किन्तु ह्रस्वरूपं कृत्वा भषति, भषति इत्युक्ते शुनकः भषति इति, तत्र धातुः भिन्नः, भषति भाषणम् इत्युक्ते बार्किङ्ग् इति अर्थः, किन्तु भाषणम् इति वदामश्चेत् तत्र भिन्नधातुः अस्ति। भषति इति परस्मैपदी धातुः, भाषते इति आत्मनेपदी धातुः, भाषते इत्यस्मात् एव सम्भाषणम् इति पदम्। अग्रे पठतु। क्रीणीष्व, क्रीणीते आत्मनि पदं, क्रीणीतां भवान्, क्रीणीतां भवन्तौ, क्रीणीतां क्रीणे, क्रीणीतां क्रीण् एकार, क्रीण्येतां भवन्तौ, अत्र एकवारं दृष्ट्वा वदतु महोदय, अत्र धातुः अयं धातुः तु उभयपदी धातुः, पर्चेज् इत्यस्मिन् अर्थे अस्ति, द्रव्यविनिमये इत्यस्मिन् अर्थे क्री धातुः अस्ति, अयं धातुः क्रयादिगणे, क्रयादिगणे अस्ति। अत्रापि पश्यन्तु उच्चारणं कथं भवेत्, ककारः यकारः रेफः एकत्र दृश्यते, क्रियादि इति वक्तव्यम्। अत्र अस्मिन् गणे प्रथमधातुः एव क्री धातुः, क्री धातोः रूपम् उभयपदी अस्ति इति कृत्वा क्रीणाति लट्लकारे, क्रीणीते, क्रीणीते इति लट्लकारे प्रथमपुरुषरूपम् अस्ति, क्रीणीते अस्ति, तद्रूपं स्वीकृत्य, आत्मनेपदरूपं स्वीकृत्य लोट् रूपाणि वक्तव्यानि। क्रीणीतां क्रीणी क्रीणीत् भवन्तौ क्रीणेत् क्रीणेताम्, अत्र क्रीणातां, क्रीणातां, क्रीणीतां, क्रीणातां, क्रीणताम्, क्रीणताम्, ओके, क्रीणताम्। तो दीर्घ इकारम् अपगच्छति वा? अत्र लट्लकाररूपाणि पश्यतु एकवारं कथं रूपाणि सन्ति, क्रीणीते, क्रीणाते, क्रीणते, लट्लकाररूपाणि तथा एव अत्रापि लोट्लकारे अपि रूपाणि क्रीणीतां, क्रीणातां, क्रीणताम्, तत्र किञ्चित् भिन्नानि रूपाणि सन्ति इत्युक्ते तत्र धातुः तत्र भिन्नगणेषु भिन्नकार्याणि भवन्ति, आत्मनेपदरूपाणां कृते भिन्नसूत्राणि, भिन्नसूत्राणां द्वारा भिन्नरूपाणि सिद्ध्यन्ति। अयं धातुः क्रियादिगणीयधातुः अस्ति इति कृत्वा तस्मिन् गणे यानि विशिष्टसूत्राणि सन्ति तेषां द्वारा अत्र कार्याणि भवन्ति इति कृत्वा भिन्नरूपाणि दृश्यन्ते। मम भ्रम, युवां क्रीणीतां तत्रापि दीर्घ इकार अस्ति कृत्वा मम भ्रमं जातम्। अस्तु, अत्र तु अहं चिन्तयामि अत्र अष्टाध्यायी डाट् काम् मध्ये यानि रूपाणि सन्ति तानि साधुरूपाणि इति मम चिन्तनं स्वीकरणीयम्, अत्र दोषः नास्ति इति भाति। वदतु। एतावत् अत्र धातुः तु लौकिकधातुः क्री अस्ति, किन्तु डुक्री इति औपदेशिकधातुः. उपदेशावस्थायां डुक्री डुक्री करणे अत्र डुक्रुञ् तत्र क्रू धातुः भिन्नधातुः, क्री धातुः भिन्नधातुः. समानमस्ति वा डुक्रुञ्? न डुक्रुञ् डुक्री इति वदामश्चेत् डुक्रुञ् इति औपदेशिकधातुः अस्ति चेत् तस्य लौकिकरूपं क्रू क्रू अस्ति, क्रू धातोः रूपं करोति. सम्यक्. अहं कार्यं करोमि, सः कार्यं करोति. किन्तु अत्र क्रीणाति इत्युक्ते पर्चेज् करोति, बैयिङ्ग्. अहं पुस्तकं क्रीणामि, अहम् आपणं गत्वा पुस्तकं क्रीणामि इति. नो चेत् आत्मनेपदीरूपं स्वीकृत्य वदामश्चेत् अहं पुस्तकं क्रीणे इति अपि भवितुमर्हति. साधारणतया क्रीणामि परस्मैपदरूपमेव वयं पश्यामः, किन्तु क्रीणे यथा वन्दे इव रूपमस्ति. अत्र धातुः डुक्रीम् अस्ति इत्युक्ते आहत्य अत्र अन्तिमवर्णः चवर्गीय अत्र धातौ डुक्री अस्ति इति कृत्वा अन्तिमवर्णः अत्र चवर्गीयव्यञ्जनं न्यक यकारः अस्ति इति कृत्वा धातुः उभयपदी भवति. क्रू धातुः अपि उभयपदी धातुः. तदर्थमेव क्रू धातोः रूपाणि करोति, कुरुते इति रूपद्वयम्. अग्रिमं वाक्यं पठतु. भवती एकः ईमेल् प्रेषितवती पूर्वं रिगार्डिङ्ग् विक्रीणीते वित् वि उपसर्ग इट् बिकम्स् आत्मनेपदी. भुङ्क्ते इति आत्मनेपदं लट् लकारं. भुङ्क्तां भवान् भुङ्क्तां, भवन्तौ भुङ्केतां, भवन्तः भुङ्गन्तां, भुङ्क्तां, त्वं भुङ्क्ष्व, युवां भुञ्जतां, यूयं भुङ्गत्वम्, अहं भुङ्गै भुङ्गै, वावां भुङ्गावहै, वयं भुङ्गामहे. सम्यक् न जानामि, सम्यक् न जानामि. सम्यक्. अत्र किञ्चित् रूपाणि भिन्नानि भवन्ति. इत्युक्ते एतावत् किम् अवगन्तव्यम् इत्युक्ते अत्र उच्चारणं सम्यक् भवेत्, रूपमपि सम्यक् भवेत् इति विषयः. अत्र अस्य धातोः प्रसङ्गे किम् अवगन्तव्यम् इत्युक्ते अयं धातुः भुज् धातुः. पालनाभ्यवहारयोः इति अर्थे तत्र भुज् धातुः अस्ति. भुज् धातुः उभयपदी धातुः अस्ति इति कृत्वा तस्य रूपाणि आत्मनेपदरूपाणि परस्मैपदरूपाणि अपि सन्ति. अधुना अस्माकं कार्यम् आत्मनेपदरूपाणां चिन्तनम् अस्ति. तदर्थमेव अत्र लोट्लकाररूपाणि कोऽपि दृष्ट्वा स्मारयतु. शोभा भगिनी, भवती एकवारं स्मारयतु दृष्ट्वा. आं भगिनि, तत्र आत्मनेपदी भुङ्क्ताम् इति अस्ति. भवान् भुङ्क्तां, भवन्तौ भुञ्जातां, भवन्तः भुञ्जतां, त्वं भुङ्क्ष्व, युवां भुञ्जातां, यूयं भुङ्गध्वं भुङ्ध्वम्, अहं भुनजै, आवां भुनजावहै, वयं भुनजामहै. इत्युक्ते अयं धातुः रुधादिगणे अस्ति. रुधादिगणः रुधादिगणे भुनक्तु, भुनक्तां, भुञ्जन्तु, भुनक्तात्, भुनक्तं, भुङ्क्तः, भुनजानि, भुनजावः, भुनजामः. अत्र भवान् यदुक्तवान् तत् परस्मे तत् सर्वं परस्मैपदरूपाणि भुङ्क्तात् भुनक्तु भुङ्क्तां भुञ्जन्तु भुङ्क्तात् भुङ्क्धि भुङ्क्धि किमर्थं भुङ्क्धि रूपम् आयाति इत्युक्ते तत्र सेर्ह्यपिच्च इति एकं सूत्रमस्ति से स्थाने हि आदेशः भवति इति कृत्वा मध्यमपुरुषे एकवचनरूपम् अनदन्तम् अङ्गम् अस्ति चेत् तत्र रुधादिगणे अपि अनदन्तम् अङ्गं सिद्ध्यति इति कृत्वा तत्र सेर्ह्यपिच्च इति सूत्रेण भुङ्क्धि इति मध्यमपुरुषे एकवचनरूपं परस्मैपदी रूपम् अयं धातुः उभयपदी किन्तु अधुना अस्माकं कार्यं तु आत्मनेपदीरूपाणां चिन्तनमस्ति इति कृत्वा अत्र भुङ्क्तां भुञ्जातां भुञ्जतां भुङ्क्ष्व भुञ्जाथां भुङ्ध्वं पश्यन्तु भुङ्ध्वम् इति वदामश्चेत् तत्र ञकारः गकारः धकारः अन्ते वकारः एतत् सर्वं मिलित्वा वक्तव्यं मध्यमपुरुषबहुवचनरूपं भुङ्ध्वं भवति भुनजै भुनजावहै भुनजामहै अत्र साधारणतया कक्षायाः आरम्भे अहं वक्तुं शक्नोमि आरभामहै आरभते इति आत्मनेपदरूपम् अस्ति इति कृत्वा लोट्लकाररूपं स्वीकृत्य किं वक्तुं शक्नुमः कक्षायाः आरम्भं कर्तुम् इच्छामि इत्यस्मिन् अर्थे आरभामहै इति भवति तत्र लोट्लकाररूपेषु ऐकारः अन्ते श्रूयते आहत्यत्र भुज् धातुः अत्र भुज् धातुः अन्यस्मिन् गणे अपि अस्ति तस्मिन् विषये किञ्चित् वदामि अत्र भुज् धातुः तुदादिगणे तुदादिगणे एकः धातुः अस्ति भुजति भुजति इति तस्य लट्लकाररूपम् अस्ति साधारणतया सर्पस्य अन्यनाम अस्ति भुजगः भुजगः अथवा भुजङ्गः अथवा भुजङ्गमः एतानि पर्यायवाचकपदानि अत्र भुजकौटिल्ये इत्यस्मिन् अर्थे तत्र भुज कौटिल्ये इत्युक्ते कर् टु बेण्ड् टु कर्व् टु बि क्रूक्ड् इत्यस्मिन् अर्थे भुज् धातुः दत्तमस्ति कौटिल्ये इत्यस्मिन् अर्थे तत्र भुजं गच्छति भुजगः तत्र विग्रहवाक्यं तादृशरीत्या भवति भुजगः इति वदामश्चेत् तत्र विग्रहवाक्यं भुजं गच्छति इत्युक्ते तत्र द सर्पेण्ट् आर् द स्नेक् इट् विल् आल्वेस् मूव् इन् ए कर्वडिवे तदर्थमेव तस्य नाम भुजगः एतावता अस्माकं विषयः तु भुज् धातुः पालनाभ्यवहारयोः इत्यस्मिन् अर्थे अस्ति अपि च भुजकौटिल्ये कर्वड् मूमेण्ट् इत्यस्मिन् अर्थे अपि भुज् धातुः अस्ति इति विषयः किन्तु धातुः कस्मिन् अर्थे अस्ति इति प्रथमतया द्रष्टव्यम् इति विषयः धन्यवादः महोदय अनन्तरम् अत्र अहं करवै रमा भगिनी भवती पठतु भगिनी भुजङ्गस्तोत्रं स्तोत्रे भुजङ्गम् अस्ति तत्र अहम् एकवारं श्रुतवती भुजङ्गप्रयातम् इति वदामश्चेत् तस्मिन् छन्दः तादृशरीत्या भुजङ्गस्य छन्दस्य नाम किं तत्र तस्मिन् स्तोत्रे श्लोकाः सन्ति श्लोकाः श्लोकानां गमनम् अथवा श्लोकानां छन्दः विशिष्टरीत्या अस्ति इति कृत्वा भुजङ्गप्रयातम् इति मया श्रुतं दट् मीन्स् दीटर् तथा एव कालिदासेन विरचितम् अश्वधाटी इति एकः अस्ति अश्वधाटी इत्युक्ते तत्रापि अश्वस्य गमनं कथं भवति तादृशरीत्या तस्मिन् श्लोके छन्दः अस्ति इति मया श्रुतम् Yeah, there are different, some more like Shardula Vikridita, Malini, these all are the Chanda, or called, they are called Vrutta, Vrutta. They are said in a particular way, they are rhythmed in a particular way. Tatra, भुज् धातोः रूपमेव भुजगः. उत्तमम्. अनन्तरं रमा भगिनी भवती पठितुम् इच्छति वा अग्रिमं वाक्यम्? नो चेत् अत्र पुनीत् महोदय भवान् पठतु. अहं करवै एकं अहं करवै आवां करवावहे वयं करवामहे. अत्र कृ धातु कृ अस्ति. कृ धातु वयं जानीमः उभयपदे धातु अस्ति. अत्र आत्मनेपदे रूपं दत्तमस्ति. करवै इति लोट्लकार उत्तमपुरुष एकवचन प्रथमपुरुष एकवचनम् अहं दृष्ट्वा एव वदामि भगिनि. अत्र अष्टाध्यायी दत्तं मध्ये कुरुतां कुर्वातां कुर्वतां कुरुष्व कुर्वाथां कुरुत्वं करवै करवावहि करवामहे इति रूपं दत्तमस्ति. अतः भवान् कुरुतां भवन्तौ कुर्वतां भवन्तः कुर्वतां त्वं कुरुष्व युवां कुर्वथां युयुवं कुरुध्वम् अहं करवै आवां करवावहे वयं करवामहे इति रूपं करवामहै करवै करवावहै करवामहै. अपि च करवावहै इति वयं कुत्र श्रुतवन्तः? एकवारं कोऽपि स्मारयतु शान्तिमन्त्रम्. ॐ सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ओम शांति शांति शांति. ऑल लोटलकार लोटलकार उत्तमम्. अपि च उत्तम इन द्विवचन नैति द्विवचन बिटवीन शिष्य एंड गुरु. उत्तम करवावहै द्विवचनम् अस्ति तस्मिन् श्लोके. अहत्यत्र धातुः क्रू धातुः क्रू धातुः भयपदी धातुः अपि च उपदेशावस्थायां तस्य रूपं डुक्रुञ् अस्ति. अनुबन्धवर्णानां लोपानन्तरं क्रु इति लौकिकधातोः निर्माणं भवति. अत्र तु आत्मनेपदिरूपाणां चिन्तनम् अस्ति. तत्र आत्मनेपदिरूपाणि कुरुते कुर्वाते कुर्वते तथा एव अत्र कुरुतां कुर्वातां कुर्वतां कुरुष्व कुर्वाथां कुरुध्वं करवै करवावहै करवामहै इति रूपाणि सन्ति. अग्रिमम् अग्रिमं सेव धातु अस्ति. अहं सेवे आवां सेवावहे वयं सेवामहे. तत्र प्रथमपुरुषे भवति सेवतां सेवेतां सेवन्तां मध्यमपुरुषे सेवस्व सेवेथां सेवत्वम्. अतः भवान् सेवतां भवन्तौ सेवेतां भवन्तः सेवन्ताम् त्वं सेवस्व यूयं सेवेथां सोरि युवां युवां सेवेथां यूयं सेवत्वम् अहं सेवै वयं सेवावहे आवाम् आवां सेवावहे वयं सेवामहे. सेवावहै सेवामहै. उत्तमम्. अग्रे अग्रे किं दत्तमस्ति एकवारं पुनः भवानेव पठतु. अग्रे उदाहरणपदानि दृष्ट्वा रिक्तस्थानानि उचितपदैः पूरयत. अत्र उदाहरणं दत्तमस्ति बन्धते सः रक्तवर्णेन लिखितमस्ति सः ते त्वं यूयम् अहं वयं सः ते एकवचन बहुवचन त्वं यूयम् अत्रापि एकवचन बहुवचन अहं वयम् एकवचन बहुवचन अर्थं द्विवचन नास्ति अत्र. धातुरूपे बन्धते वन्दते इति लट् लकार प्रथमपुरुष एकवचन, वन्दतां लोट् लकार प्रथमपुरुष एकवचन, बहुवचने वन्दन्तां मध्यमपुरुषे वन्दस्व वन्दध्वम्, उत्तमपुरुषे वन्दै वन्दावहै. अत्र किं द्विवचनरूपविहाय लोट् लकाररूपाणि पूरणी पूरण रिक्तस्थाने पूरणं करणीयम् इति दत्तमस्ति. उत्तमम्. एतावत् अत्र वन्दधातोः प्रसङ्गे किम् अवगन्तव्यम् इत्युक्ते अभिवादनस्तुत्योः तत्र वदिं अत्र धातुः इदित् धातुः अस्ति, वदिं इति इदित् धातुः अस्ति, तत्र इदितोनुं धातोः इति सूत्रेण वदिं तत्र धातौ अनुबन्धलोपानन्तरं इदितोनुं धातोः इति सूत्रेण मध्ये नुमागमः भवति इति कृत्वा वन्द इति तत्र अङ्गं निष्पन्नं भवति. तदर्थमेव रूपं वन्दते इति लट्लकाररूपं, किन्तु अत्र लोट् रूपं वन्दतां वन्देतां वन्दन्ताम् इति रूपाणि. किन्तु अत्र किं लिखितमस्ति, द्विवचनरूपं न दत्तमस्ति, केवलं एकवचनं बहुवचनं दत्तमस्ति. अग्रिमं पदम्, अग्रिमं पदमस्ति सहते. सहते इति सह धातु, तत्र लोट्लकार सह सहतां ते सहतां त्वं सहस्व यूयं सहत्वम् अहं सह्यै वयं सहै वयं सहामहै. उत्तमं. सहामहै अत्र सहते अत्र धातुः मूर्धन्यषकारादिधातुः, शः इति रूपम् अस्ति, इत्युक्ते अत्र मूर्धन्यषकारादिधातुः अस्ति इति कृत्वा तत्रैकं विशिष्टं प्राकृतिकं कार्यं भवति. तस्य सूत्रमस्ति धात्वादेः शः सः इति एकं सूत्रमस्ति. धात्वादेः शः सः इति सूत्रेण तत्र मूर्धन्यषकारादि धातुः अस्ति इति कृत्वा तस्मात् दन्त्यसकारः आयाति. तदर्थमेव तत्र सहते इति रूपम् अस्ति. अग्रिमं भवानेव करोतु. अग्रिमं धातुः अस्ति सज्जते. सज्जते इति धातु गतौ, एतदपि मूर्धन्यसकार आदौ मूर्धन्यसकार अस्ति, सहसः इति इत्यनेन दन्तसकारे परिवर्तनं भवति. लोट्लकाररूपाणि सः सज्जतां, लोट्लकार धातुः उभयपदी अस्ति, उभयपदी अस्ति, परन्तु द्वादिगणे द्वादिः परस्मैपदे सकर्मकः सेट् उपरि लिखितमस्ति, परन्तु रूपद्वयं दत्तमस्ति भगिनि अष्टाध्यायी डाट् काम् मध्ये, परस्मैपदे आत्मनेपदे इति कृत्वा अतः उभयपदी उभयपदी अस्ति इति भाति, परन्तु उपरि तत्र परस्मैपदी इति लिखितमस्ति, तत्र किञ्चित् भ्रमः अस्ति इति भाति. अस्तु, पृथक्तया दत्तं तत्र भगिनि, अहं दृष्टवती एकत्र न दत्तम् उभयपदी इति, किमर्थम् अहम् अपि न जानामि. परस्मैपदी इति दत्तं सज्जतु इति लोट्लकारे, अन्यत्र एवमेव धातुः आत्मनेपदी दत्तम्. अन्यत्र इत्युक्ते तस्मिन्नेव पुटे दत्तमस्ति, एतावत् अत्र किम् अवगन्तव्यम् इत्युक्ते अत्र आत्मनेपदीरूपाणि अपि सन्ति इति कृत्वा परस्मैपदी इति तत्र मुद्रणदोषः अस्ति, इत्युक्ते उभयपदी धातुः इति भाति. अत्र सज्जते इति सज्जः इत्युक्ते स सिद्धः साधारणं पदमेव तत्र अहं सज्जा भवामि अहं सिद्धा भवामि इत्यस्मिन् अर्थे तत्र सिद्धः इत्यस्मिन् अर्थे सज्जः इति पदमपि अस्ति आत्मनेपदरूपाणि भगिनि एकं तत्र किं दत्तमस्ति इत्युक्ते विशेषः इति दत्तं तत्र धातुपाठे अयं धातुः परस्मैपदे पाठ्यते परन्तु अयम् उभयपदी ज्ञेयः इति कौमुद्यां स्पष्टीक्रियते इति दत्तम् अतः अत्र आत्मनेपदस्यापि रूपाणि निर्दिष्टानि सन्ति इति ते चिन्तयन्ति ते चिन्तयन्ति परस्मैपदी एव किन्तु कौमुद्याम् उभयपदी इति स्पष्टीकरणं क्रियते इति इत्युक्ते एतावता उभयपदी इति एव स्वीकर्तव्यम् आम् अपि च अत्र कति धातवः सन्ति तस्मिन् प्रसङ्गे अपि बहवः मतभेदाः सन्ति देर् आर् डिफ़्रेण्ट् ओपिनियन्स् रिगार्डिङ्ग् द नम्बर् आफ़् धातूस् आल्सो इत्युक्ते तत्र कुत्रचित् मतभेदाः सन्ति किन्तु अत्र कौमुद्यां लिखितमस्ति इति कृत्वा तदेव स्वीकर्तव्यम् अस्माभिः अपि उत्तमं महोदय अनन्तरम् अत्र इतोपि किं दत्तमस्ति सज्जते इति प्रसङ्गे अत्र धातु दृश्यते चेत् धात्वादेशः सः भूत्वा प्रथमवर्णं भवति सः किन्तु द्वितीयवर्णमस्ति सकार तस्य जकार कथं भवति अन्ततो गत्वा तत्र श्चुत्वसन्धिः अपि श्चुत्वं भूत्वा तत्र स्तोः श्चुनाश्चुः क्षम्यतां स्तोः श्चुनाश्चु ओके एतावता दन्तिसकारस्य स्थाने तालव्यशकारादेशः भवति प्रथमतया स्तोः स्युनाश्युः तदनन्तरं झलां झषि झसि किमर्थमित्युक्ते साधारणतया झलां झषोऽन्ते इति सूत्रेण पदान्ते कार्यं भवति किन्तु झलां झष् झषि इत्यनेन अपदान्तकार्यं भवति इत्युक्ते पदनिर्माणप्रसङ्गे तत्र झलां झष् झषि सूत्रस्य प्रसक्तिः भवति इत्युक्ते जस्वसन्धेः कृते सूत्रद्वयं वर्तते झलां झषोऽन्ते अपि च झलां झष् झषि इत्युक्ते सन्धिसूत्रं स्तोः स्युनाश्चुः अपि स्चुत्वं भवति तत्र सन्धिद्वयं कार्यं कृत्वा शश्च इत्यस्मात् सज्जति इति रूपम् आयाति अनन्तरम् अत्र अन्ये के सन्ति इदानीं पर्यन्तं न उक्तवन्तः अधुना प्रिया भगिनी भवती पठतु अग्रे किं लिखितमस्ति अग्रिमपुटे वा भगिनि अग्रिमे पुटे अस्तु लभते इति क्रियापदम् आत्मनेपदी लभतां लभन्ताम् सः लभतां ते लभन्तां लभते इति लब् दातु मणि लब् दातु लभतां सः लभतां ते लभन्ताम् अपि च मध्यमपुरुष उत्तमपुरुष एकवचनं बहुवचनं मध्यमपुरुष त्वं लभस्व यूयं लभध्वम् अहं लभै वयं लभामहे अग्रिमं पदम् अग्रिमं रमते रमते इति रं दातु रं दातु वा रमते अत्र रमुक्रीडायाम् इति दत्तमस्ति रं दातु लौकिकधातुः रम् एव रम् एव अस्तु रमते सो रमते सः रमतां ते रमन्ताम् त्वं रमस्व यूयं रमध्वम् अहं रमै वयं रमामहे अत्र रमधातुः अकर्मकः इति भाति रमधातोः रूपमेव रामः तत्र रम् धातुतः घञ् प्रत्ययस्य योजनेन राम इति प्रातिपदिकं सिद्ध्यति. प्रातिपदिकस्य साधनानन्तरम् अन्ते सुप्रत्ययं योजयामः. तत्र ससजुषोरुः खरवसानयोर्विसर्जनीयः इत्याभ्यां सूत्राभ्यां तत्र विसर्गसहितं रूपं प्रथमाविभक्ति एकवचनरूपं सिद्ध्यति. रमुधातोः रूपमेव रामः. कथं रमधातुतः घै योजनेन राम प्रातिपदिकं, तदनन्तरं ससजुषोरुः इत्यनेन ऋत्वं भवति, तदनन्तरं खरवसानयोर्विसर्जनीयः इति सूत्रेण ऋत्वस्य स्थाने विसर्गादेशः भवति. रमा इति पदमपि तादृशं पदमेव. वेपते किम् अर्थम् इति वेपते कम्पते इति अर्थम् अस्तु. वेपते वेपतां वेपन्तां, सः वेपतां ते वेपन्तां, त्वं वेपस्व यूयं वेपध्वम्, अहं वेपै वयं वेपामहे. उत्तमम्. अत्र भगवद्गीतायां प्रथमाध्याये एव तत्र वेपते इति पदं दृश्यते. तत्र अर्जुनः वदति, वदतु भगिनि. प्रथमाध्याये वा? प्रथमाध्याये अस्तु. धर्मक्षेत्रे कुरुष अस्तु. तत्र वेपते इति अहम् इदानीं न स्मरामि, अहम् एकवारं पश्यामि भगिनि अनन्तरं. आहत्य अहं किं वक्तुम् इच्छामि इत्युक्ते अत्र प्रथमाध्याये एव वयं द्रष्टुं शक्नुमः, न तु प्रथमश्लोके नास्ति, किन्तु अत्र प्रथमाध्याये एव वेपधुक् जायते तादृशं मयापि विस्मृतं, किन्तु अहम् एकवारं पश्यामि भगिनि तदन् वर्गस्थानन्तरम् एकवारं पश्यामि. वेपते कम्पते इति अर्थं, कम्पते इति अर्थः वेपते. अपि च अहम् अत्र एकं वक्तुम् इच्छामि, पूर्वस्मिन् पुटे सहते इति पदम् अस्ति. सहते इत्यस्मात् एव सहनं पदमस्ति, ल्युडन्तपदं सिद्ध्यति. सहनम् इत्युक्ते क्षमा अथवा तितिक्षा. अग्रे वदतु. सीदन्ति मम गात्राणि, भगवद्गीतायां सीदन्ति मम गात्राणि मुखं च परिशुष्यति, वेपतुश्च शरीरे मे रोमहर्षस्य जायते. इत्युक्ते तस्मिन् श्लोके बहूनि क्रियापदानि सन्ति, अत्र जायते. उत्तमं. सर्वे पश्यन्तु कक्षायां. लज्जते लज्जते, सः लज्जतां, ते लज्जन्तां, त्वं लज्जस्व यूयं लज्जध्वम्, अहं लज्जै वयं लज्जामहे. लज्जते लज् धातु किल. अत्र धातु केचन अनुबन्धवर्णाः सन्ति. अत्र किं दत्तमस्ति इत्युक्ते ओ लस् जि तथा दत्तमस्ति इत्युक्ते तस्मिन् धातौ बहवः अनुबन्धवर्णाः सन्ति, तेषां लोपानन्तरं लस्ज् इति भवति. यथा पूर्वस्मिन् तत्र सज्जते इत्यस्मिन् षस्ज् इति अस्ति, तत्र स्च्युत्वं भूत्वा झलां झष् जेसि इति सूत्रेण तत्र प्रथमतया तत्र स्तोःश्चुनाश्चुः इत्यनेन स्च्युत्वं भूत्वा तालवेशकारः आयाति, तदनन्तरं जस्त्वं भूत्वा जकारः आयाति. तादृशं कार्यम् एव अत्रापि भवति. अत्र धातुः लश्च इति धातुतः लज्ज इति रूपम् आयाति, किन्तु तस्मात् पूर्वम् अनुबन्धवर्णाः सन्ति, तेषां लोपं कृत्वा लौकिकधातुं साधयामः लस्ज्. अस्तु भगिनि. अनन्तरम् अग्रे ईक्षते ईक्षते, ईक्षताम् ईक्षन्ताम्, त्वम् ईक्षस्व यूयम् ईक्षध्वम्, अहम् ईक्षै वयम् ईक्षामहे. ईक्षते इति लोकते तादृशम् अर्थं, पश्यति इति अर्थम् ईक्षते. लोकते आलोकते समानार्थमेव ईक्षते धातु इक्ष् धातु वा ईक्ष् धातुः ईक्ष् धातु लज्जते इत्यस्मिन् प्रसङ्गे अहं दृष्टवती अतः वदामि अत्र एकः अन्यः धातुः अस्ति लज्जायाम् इत्यस्मिन् अर्थे ह्री ह्री इति एकः धातुः अस्ति तस्य लट्लकाररूपं लज्जायाम् इत्यस्मिन् अर्थे जिह्रेति जिह्रेति इत्युक्ते लज्जते इति अर्थः इत्युक्ते पर्यायवाचकपदमेव जिह्रेति लज्जते अपि च अत्र ईक्षते इति अस्ति ईक्षते इत्यस्मात् पूर्वम् उपसर्गाणां भिन्नभिन्न उपसर्गाणां योजनेन भिन्नपदानि सिद्ध्यन्ति कथम् इत्युक्ते ईक्षणं साधारणं पदमेव वीक्षणं निरीक्षणं समीक्षणं लुलुडन्तपदं वा लुडन्तपदानि इत्युक्ते वी उपसर्गस्य योजनेन वीक्षते वीक्षते निरीक्षते समीक्षते समीक्षते इत्युक्ते प्रतीक्षते प्रतीक्षते परीक्षते उत्तमम् इत्युक्ते उपसर्गाणां भेदेन भिन्नरूपाणि निर्मितानि अग्रिमधातुः अग्रिमे युध्यते युध्यते युध्यतां युध्यन्तां त्वं युध्यस्व यूयं युध्यध्वम् अहं युध्यै वयं युध्यामहै उत्तमम् अत्र धातोः प्रसङ्गे किम् अवगन्तव्यम् इत्युक्ते अत्र धातुम् अत्र क्रियापदं पश्यामश्चेत् मध्ये यकारः श्रूयते इति कृत्वा दिवादिगणीयधातुः इति अवगन्तुं शक्नुमः इत्युक्ते प्रत्येकं धातोः लक्षणानि प्रत्येकस्मिन् गणे तत्र कानिचन कार्याणि भवन्ति इति कृत्वा तत्र दिवादिभ्यः श्यन् इति एकं सूत्रमस्ति तेन श्या इति विकरणप्रत्ययः विधीयते तत्र अनुबन्धलोपानन्तरं लशक्वतधिते इत्यनेन शकारस्य लोपः भूत्वा यकारः तत्र अवशिष्यते इति कृत्वा दिवादिगणे तत्र क्रियापदानि ईदृशानि भवन्ति युध्यते विद्यते भगिनि छिद्यते वदतु अत्र किमर्थं यु अनन्तरं दकार अस्ति धकार अस्ति युद्ध एव दातु न भगिनि युध्यते दकारः दकारः अल्पप्राणदकारः मूर्धन्य न वदामः महाप्राणधकारः किमर्थं दातु एव यु महाप्राणधकार एव न भगिनि अत्र धातुः कीदृशधातुः अस्ति भगिनि मम समीपे सार्वधातुकप्रत्यय उपयोगी माताजी पुस्तकमस्ति अत्र युध्यते एव महाप्राण एव न अल्पप्राण अल्पप्राणः अपि अस्ति वा नो चेत् केवलम् अल्पप्राण नास्ति महाप्राण एव अस्ति अत्र युद्धङ्ग संप्रहार युद्ध संप्रहारे युध्यते एव भगिनि तस्मिन् पुटे एव बाक्स् मध्ये युध्यते महाप्राण एव अस्ति महाप्राण एव अस्ति धन्यवादः भगिनि उत्तमम् इत्युक्ते अस्माकं प्रश्नस्य उत्तरम् अत्र एव दत्तम् अस्ति इत्युक्ते अत्र मुद्रणदोषः अस्ति एतावत् अत्र केवलं युध्यते अल्पप्राणदकारस्य आवश्यकता नास्ति इति भाति किन्तु मातादि दत्तमस्ति दिवादिगणे दिवादिगणे नास्ति दिवादिगणे दत्तमस्ति माताजि इन् कन्नड वेन् वि रैट् युद्ध वि रैट् यु देन् स्माल् अल्पप्राणध एण्ड् फार् देट् वि गिव् महाप्राणध कर ओत्तक्षर इन् कन्नड So, I think in some form, both are there, both Alpaprana and Mahaprana, even in Sanskrit word it is there. I don't know how it is formed, but I have seen when we write Yuddha, Yuddhe, Jayati, Iti, both Alpaprana and Mahaprana are there. I have seen Sanskrit words also. This may not be a printing mistake. We'll find out when only Dha comes, or when Dha to Dha, Dhavattu, we have to give both the Dhas come. That is Alpaprana and Mahaprana. Yudhyate, only one we have to write, no? Then Mahaprana only comes. But when we write Yuddha, both Alpa and Mahaprana come, I think. We'll do some more. एतावत् अत्र दकारद्वयं लेखनीयं वा अत्र एकः एव दकारः आयाति वा एतत् सर्वं प्रष्टव्यं तत्र कीदृशं कार्यं भवति इति कुत्र अस्मिन् एव पुटे भिन्नरीत्या लिखितम् अस्ति भूमा भगिनी धन्यवादः प्रिया भगिनी भूमा भगिनी भवती पठतु अग्रिमानि पदानि भवती समापयतु इष्टते ओके वन् मिनिट् वन् मिनिट् चेष्टते चेष्टते चेष्टतां चेष्टन्तां चेष्टस्व चेष्टध्वं चेष्टै चेष्टावहै अत्र चेष्टायां चेष्टायाम् इत्यस्मिन् अर्थे चेष्टते इति धातुः अस्ति अकर्मकधातुः अहम् एकं श्लोकं प्रेषितवती तस्मिन् अपि विचेष्टितं विचेष्टितम् इति पदं दत्तमस्ति विचेष्टितम् इत्युक्ते विशिष्टं कार्यं धातु धातु किं भगिनि चेष्ट चेष्टधातु वा इष्टधातु वा वदतु चेष्टधातु एव चेष्टधातु चेष्ट एव चेष्ट एव धातुः चेष्टायां चेष्टा इत्युक्ते टु आक्ट् डूयिङ्ग् समथिङ्ग् उत्तमम् अनन्तरम् अग्रिमं ऊहते ऊहताम् ऊहन्ताम् ऊहस्व ऊहध्वम् ऊहै ऊहामहै ऊहावहै ऊहामहै ऊहु धातु वा हू धातु वा अत्र ऊह ऊहते ऊह धातु अत्र दृष्ट्वा एव वक्तुं शक्नोमि ऊहते खिद्यते नेक्स्ट् वन् अग्रे खिद्यते खिद्दातु खिद्यते खिद्यतां खिद्यन्तां खिद्यस्व खिद्यध्वं खिद्यै खिद्यामहै खिद्दातु ऊहधातोः प्रसङ्गे ऊहा तत्र ऊहा इति अस्ति वितर्के वितर्के इत्युक्ते रीजनिङ्ग् रीजनिङ्ग् अथवा इमेजिनिङ्ग् इत्यस्मिन् अर्थे ऊहते ऊहा वयं जानीमः साधारणं पदमेव ऊहा अहम् ऊहां करोमि ऊहां करोमि ऊहा अत्र धातुः आत्मनेपदे अस्ति इति कृत्वा अहम् ऊहे ऊहे ऊहामि इति वदामश्चेत् परस्मैपदी भवति किन्तु अत्र अयं धातुः आत्मनेपदी धातुः अस्ति इति कृत्वा ऊहे इति भवति वन्दते इवान् मरि तत्र अनन्तरं खिद्यते खिद्यते अपि अत्रापि यकारः मध्ये श्रूयते इति कृत्वा दिवादिगणीयधातुः तत्र खिद् धातोः रूपमेव खेदः खिद् धातोः रूपं भेदः छिद् धातोः रूपं छेदः तादृशानि घञन्तरूपाणि एतानि तत्र भिद् धातोः रूपं तत्र दिवादिगणे अस्ति इति कृत्वा दिवादिभ्यः शन् इति सूत्रेण तत्र विकरणप्रत्ययस्य विधानं भवति. अग्रिमे अभ्यासे तत्र कानिचन पदानि दत्तानि, क्रियापदानि, सर्वाणि आत्मनेपदिरूपाणि सन्ति. अपि च उदाहरणत्वेन त्रीणि वाक्यानि अत्र, भवान् निरीक्षतां, त्वं निरीक्षस्व, अहं निरीक्षै इत्यादि अत्र त्रीणि वाक्यानि दत्तानि. भवन्तः सर्वे अत्र नवरूपाणि नवरूपाणि ज्ञातव्यानि. अपि च प्रत्येकं क्रियापदं स्वीकृत्य वाक्यानि लेखनीयानि. कथम् इत्युक्ते, निरीक्षते इति पदं स्वीकृत्य अत्र ते लिखितवन्तः, क्षमते योजयित्वा वाक्यानि. हा, त्रीणि वाक्यानि श्रावयतु भगिनि, क्षमते योजयित्वा. भवान् क्षमतां, त्वं क्षमस्व, अहं क्षमै. क्षमै, युध्यते, युध्यते, त्वं युध्य, भवान् भवान् युध्यते, भवान् युध्यते, भवान् युध्यतां, भवान् युध्यतां, त्वं युध्य, अहं युध्यै, युध्यै, युध्यतः एकवारं श्रावयतु. मध्यमपुरुष, मध्यमपुरुष, त्वं युध्य, युध्यस्व, त्वं युध्यस्व, अहं युध्यै. उत्तमं, युध्यै, उत्तमं भगिनि, उत्तमरीत्या उक्तवती, धन्यवादः. धन्यवादः भगिनि. अहं पश् दृष्टामः, जलां जश् जशि इति सूत्रेण जश् प्रत्याहारपरे हो जल् के स्थान पर जश् हो जाता है, तदेव दकारः कम्स् युद्ध. ओ ओके, योद्धारं, योद्धा इति रूपमस्ति अत्र. जलं जलां जश् जशि इति सूत्रेण जश् जश् वर्ण आगच्छति, तदेव योद्धा इति रूपं भवति अत्र. अल्पप्राण महाप्राण, उत्तमम्. अत्र शेते इति रूपम् अस्ति, एकवारं स्मारयतु भगिनि. शीङ् धातोः रूपाणि किञ्चित् भिन्नानि भवन्ति. अत्र शीङ् धातुः अदादिगणे अस्ति, अत्र शेते इति रूपम् अस्ति. शीङ् धातोः लोट्लकाररूपाणि एकवारं स्मर्तव्यानि. भवती एव वदतु अत्र रूपाणि. भवान् तत्र त्रीणि वाक्यानि वदतु शेते उपयुज्य. श्वेताम, श्वेताम् कोऽपि अत्र. अरुणा भगिनी, भवती वदतु. प्रयत्नं करोमि. भवान् श्वेताम्, त्वं शेषस्व, अहं इत्युक्ते अत्र अदादिगणे भिन्नरूपाणि भवन्ति. अत्र शेते इति अदादिगणे धातुः अस्ति, तदर्थं रूपाणि भिन्नानि भवन्ति. अपि च कुरुते, कुरु धातोः रूपाणि वयं जानीमः एव. सहते इति अपि बहु सरलानि एव रूपाणि. अत्र भुवादिगणीयधातुः अस्ति इति कृत्वा सुलभरूपाणि. भवान् सहतां, त्वं सहस्व, अहं सहै इति भवति. खिद्यते इति द्विवादिगणीयधातुः अस्ति. अपि च युङ्क्ते, युङ्क्ते, भुङ्क्ते अत्र रुदादिगणीयधातु द्वयं दत्तमस्ति. अपि च लभते, मोदते इति अपि भुवादिगणीयधातुः, भाषते अपि भुवादिगणी, सेवते अपि भुवादिगणीयधातुः, किन्तु अत्र ब्रूते अस्ति, ब्रूते ब्रूधातोः रूपाणि किञ्चित् भिन्नानि. कोऽपि स्मारयतु ब्रूधातोः रूपाणि. ब्रूधातुः उभयपदी धातुः, ब्रवीति इति एकं रूपम् अस्ति, ब्रूते इति आत्मनेपदीरूपम् अस्ति. भगिनि वदतु. लोट्लकार आत्मनेपदी धातु. भवान् ब्रूतां युवं, सोरि, त्वं ब्रूष्व अहं ब्रवै. अत्र अत्र रूपाणि, अत्र अष्टाध्यायी डाट् काम् मध्ये रूपाणि दत्तानि, किन्तु तानि रूपाणि साधुरूपाणि वा इति एकवारं पश्यन्तु. तत्र किन्तु लट्लकाररूपाणि अहं जानामि. ब्रूते, ब्रुवाते, ब्रुवते, ब्रूषे, ब्रुवाथे, ब्रूध्वे, ब्रुवे, ब्रुवावहे, ब्रुवामहे, ब्रूवहे, ब्रूमहे. किन्तु लोट्लकाररूपाणि यानि रूपाणि अत्र दत्तानि तेषु तत्र दोषाः सन्ति इति मम चिन्तनम्. किन्तु अत्र किमपि पुस्तकम्, अत्र अष्टाध्यायीसूत्रपाठः वा किमपि धातुपाठः इति पुस्तकमस्ति, पुस्तकं दृष्ट्वा समीचीनानि रूपाणि ज्ञातव्यानि. अत्र केचन दोषाः सन्ति इति भाति वेब्सैट् मध्ये ब्रूधातोः प्रसङ्गे. अस्तु, वयं समीचीनतया एतावत्पर्यन्तं चिन्तनं कृतवन्तः. लोट्लकारप्रसङ्गे अन्यानि अन्यान् अभ्यासान् कुर्वन्तु. अग्रिमे सप्ताहे पुनः मिलित्वा अन्येषां धातूनां प्रसङ्गे अवगन्तुं किञ्चित् प्रयत्नं करिष्यामः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.